नमस्ते, अद्य अस्माकं विषयः अस्ति भुआदिगणः, तत्र विशेषधातूनां विषये वयं पठामः. अत्र यङ्ग् लुक् प्रसङ्गे इति अस्ति खलु करपत्रे, तत्सर्वे अवगच्छन्ति वा? तत्र विशेषप्रश्नः अस्ति वा अथवा पुनरावलोकनं कुर्मः वा? पुनरावलोकनं कुर्मः. विशेषप्रश्नः किमपि नास्ति. इक्ष्तिपौ धातुनिर्देशे इति विषये एव भवति खलु. इक्ष्तिपौ कदा तस्य कुत्र तस्य प्रयोगः भवति? गमि धातु गम् धातूनां विषये तस्य प्रसक्तिः भवति. गम् गमिषुगमि एमां चः इति सूत्रे गम् धातुविषये भवति, परन्तु सामान्यतः लोके भवति वा सूत्रे भवति वा? सूत्रे एव भवति, लोके न. एव भवति लोके न, तत् सर्वं सर्वे अवगच्छन्ति खलु. नूतनः कः? नूतनः कः कृपया नाम उच्यता? अस्तु, इक्ष्टिपौ धातुनिर्देशे तु लोके न भवति, सूत्रस्य रचना समये एव पाणिनिः उपयोगं करोति इति सर्वे, तत्र स्पष्टता अस्ति खलु? आं भगिनि, आम्. तत्र कुत्रचित् यङ्ग् लुक् विषये तत्र प्रयोजनम् अस्ति इति कारणेन सः तथा इक्ष्टिप् इति करोति, कुत्रचित् न करोति, कुत्रचित् तत्र शैली निमित्तं करोति इति अपि अवगच्छन्ति खलु. अलङ्कारार्थं सः उपयुज्यति, कदाचित् तस्य उपयोगं करोति, कदाचित् यङ्ग् लुक् विषये कश्चन कार्यनिमित्तं सः करोति इक्ष्टिप् इति योजना. तत् स्पष्टं वा? परन्तु यङ्ग् लुक् इत्युक्ते किम् इति स्पष्टं वा न वा? यङ्ग् इति कश्चन प्रत्ययः अस्ति किल, तत्र इति कश्चन प्रत्ययः अस्ति. कीदृश प्रत्ययः अस्ति यङ्ग्? साधुकप्रत्ययः न, प्रत्ययानां योजने किमपि कार्यं भवति खलु. प्रत्ययाः भिन्नभिन्नप्रकारेण भवन्ति. केचन यदि तिङ् प्रत्ययानां कार्यं किं भवति? पदस्य निर्माणं करोति खलु, धातुं स्वीकृत्य तिङन्तपदस्य निर्माणं करोति तिङ् प्रत्ययाः. सुप्तिङन्तं पदम् इति अस्ति, अतः तिङन्तमेव पदम्, अतः पदनिर्माणकार्यं तिङन्ता तिङ्प्रत्ययाः कुर्वन्ति. अस्तु, तिङ् अपि करोति, सुप् प्रत्ययाः अपि प्रातिपदिकं स्वीकृत्य पदनिर्माणं कुर्वन्ति. सुप् तिङ् इति प्रत्ययाः सन्ति खलु, तेषां कार्यं पदनिर्माणम्. अवगच्छति वा? पदस्य निर्माणार्थं तिङ्प्रत्ययाः धातुं स्वीकृत्य कुर्वन्ति खलु, अतः धातुः आवश्यकः. धातुः कुत्र अस्ति? धातुपाठे. धातुपाठे धातवः सन्ति, तत्र कति प्रायः कति धातवः सन्ति? द्विसहस्रं धातवः सन्ति, तत्र प्रथमः धातुः अस्ति भू इति. द्वादिगणे द्वादिगणे भू इति धातुः अस्ति. धातुपाठे अपि प्रथमः भू इत्येव धातुः. अतः धातु 2000 धातवः ये धातुपाठे सन्ति तेषां अन्यनाम अपि अस्ति. किम् इति वदन्ति वा? औपदेशिकधातवः. भूवादयो धातवः इति पाणिनिसूत्रम् अस्ति. तत्रैव संज्ञासूत्रं धातवः के इति ज्ञातुम् इच्छति. भूवादयो धातवः इति एकं सूत्रम् अस्ति. तेन औपदेशिकधातवः भू इति आरभ्य सन्ति धातुपाठे इति वदति. तत्रापि धातवः सन्ति. तत्र एव धातवः सन्ति वा अन्यत्रापि सन्ति वा? अन्यत्रापि सन्ति. अन्यत्र कथं भवति? आदेशिकधातवः द्वादशप्रत्ययाः धातुभ्योः योजनं करोति चेत् आदिदेशकधातवः भवन्ति. द्वादशप्रत्ययाः सन्ति. तेषां कार्यं किं? धातुनिर्माणम्. द्विसहस्रं धातून् विहाय नूतनधातूनां निर्माणमपि कर्तुं शक्नुमः द्वादशप्रत्ययस्य योगेन. अस्तु, तद् अवगच्छन्ति खलु? तथा द्वादशप्रत्ययाः सन्ति. तस्य प्रथमप्रत्ययस्य नाम किम्? निच् प्रत्यय इति अहम्. निच् तु प्रसिद्धः, परन्तु सन् इति प्रथमं भवति. अतः एतेषां प्रत्ययानां गणस्य नाम सनादिप्रत्ययाः इत्यपि वदन्ति. सनादिप्रत्ययानां कार्यं सनादि द्वादशप्रत्ययाः. शब्दप्रसिद्धः अस्माकं वयम् अधिकं यदुपयोगं कुर्मः णिच् अस्ति. परन्तु सन् अपि सन् एव तत्र सूत्रक्रमेण सन् एव प्रथमं भवति. अतः सन् प्रत्ययः सनादिप्रत्ययाः भवन्ति. पाणिनीयसूत्रम् अपरं सूत्रमपि अस्ति, सनाद्यन्ताः धातवः इति. एकं सूत्रमस्ति भुआदयो धातवः. तेन धातुपाठे पठित औपदेशिकधातवः, अनन्तरं सनाद्यन्ताः धातवः इति अपरसूत्रमपि. तृतीय अध्याये प्रथमे पादे द्वात्रिंशत्तमसूत्रं सनाद्यन्ताः धातवः. सनाद्यन्ता धातवः इति. तेन सनादि प्रत्ययस्य योगेपि धातूनां निर्माणं भवति इति वयं जानीमः. तेषु प्रत्ययेषु सन् अस्ति, णिच् अस्ति, यङ् अपि अस्ति. इदानीं जानन्ति खलु यङ् नाम किम् इति? यङ् सनादिप्रत्ययः यस्य कार्यम् अस्ति धातुनिर्माणम्. तत्र यङ् प्रत्ययस्य योगे धातुनिर्माणं भवति. कदाचित् यङ् प्रत्ययस्य लुक् अपि भवति. लुक् इत्युक्ते लोपः. तदेव यङ् लुक् कार्यं भवति. तत्र यङ् लुक् यदा भवति, तत्र कुत्र यङ् लुक् भवति, कुत्र न यङ् लुक् प्रत्यय कार्यविषये कुत्र कार्यं भवति, कुत्र न भवति इति वक्तुम् अपि एतस्य इक्ष्टिप् इति उपयुज्य कार्यं करोति. सः पाणिनिः वदति कुत्र भवति, कुत्र न भवति इति. इदानीं नूतनकरपत्रं यत् परिवर्तितम् अस्ति, अद्य इदानीं परिशीलयति, अष्टमे पुटे पठामः वा? तत्र नूतनतया महोदयः योजितवान् क्ष्टिपः यङ्ग् लुकि उदाहरणं सम्प्रसारणम् इति. इदानीं यङ्ग् लुक् इत्युक्ते किम् इति जानन्ति? यङ् इति कश्चन प्रत्ययः, तस्य लोपः भवति, तादृश कार्यस्य नाम यङ् लुक् इति. तत्र धातुः यङ् लुक् अन्तधातवः भवन्ति. अस्तु, अतः अत्र क्ष्टिपः यङ् लुकि उदाहरणं सम्प्रसारणम् इति अस्ति खलु, कृपया मीना भगिनी पठति वा? एकनिमिषं महोदय, अथवा कः यः कोऽपि प्राप्तवान् करपत्रे स्थानं प्राप्तवन्तः वा सर्वे? अष्टमे पुटे वा भगिनि? आम्, प्रिण्ट् तत्र पी डि एफ् अस्ति खलु, तत्र अष्टमे पुटे अस्ति. इदानीमेव योजितवान् अद्य प्रायः. तर्हि विद्याशङ्कर् महोदय, स्टिपः यङ्ग् लुकि उदाहरणं सम्प्रसारणम् इति. स्टिपः यङ्ग् लुकि उदाहरणं सम्प्रसारणं. सम्प्रसारणं नामकम् एकं कार्यं भवति व्याकरणे. अनेन यणः स्थाने इक् आदेशः भवति. दिवादिगणे सम्प्रसारणस्य परिचयः भविष्यति. अग्रे च न केवलं दिवादिगणे, अपि तु द्रक्ष्यामः यत् बहुत्र सम्प्रसारणं भवति. यङ् लुकि अपि सम्प्रसारणस्य अवसरः. अत्र सम्प्रसारणेन किं किं भवति इति न एव लक्ष्यम् अस्माकं, तस्य च पाठः अग्रे भविष्यति. यत्र स्थिपा यङ् लुकि विहितं कार्यं न भवति इति प्रदर्शनार्थं सम्प्रसारणस्य उदाहरणं दीयते तावदेव. किम् अवगच्छति वा किमपि? प्रयत्नं करोमि. सम्प्रसारणं नामकम् एकं कार्यं व्याकरणे, सम्प्रसारणम् इति कार्यमस्ति. एतेन यणः स्थाने इक् आदेशः भवति. यण नाम किम्? यण् प्रत्याहारः. के वर्णः? यवरल. आम्, इक् नाम इ ऊ ऋ. तत्र सामान्यतः यण् सन्धिः इति जानन्ति खलु, तत्र इक् स्थाने यण् भवति. इको यणचि. अत्र विपरीतकार्यं भवति, यण् स्थाने इक् भवति, तदेव सम्प्रसारणम्. यत्र इक् वर्णस्य स्थाने यण् वर्णः भवति, यणः स्थाने, यत्र इक् वर्णस्य स्थाने यण् भवति, यण् सन्धिः भवति. यण् स्थाने यदि इक् भवति सम्प्रसारणं, तस्य कार्यस्य नाम सम्प्रसारणं. तावदेव. इदानीम् अवगच्छन्ति खलु, सम्प्रसारणम् इति कश्चन कार्यं दिवादिगणे अन्यत्र भवति. वयम् अग्रे तस्य विषये विस्तरेण पठामः. अत्र कथं पाणिनिः इक्स्तिप् उपयुज्य तत्र भिन्नरीत्या कार्यं कारयति इति ज्ञातुम् अत्र एकम् उदाहरणं सूत्रम् अत्र अस्ति. पठति वा अग्रे? आम्. अधुना ग्रहि ज्या वै व्यधि वष्टि विचति वृश्यति पृच्छति भृज्यतीनां ङिति च इति सूत्रमस्ति. इति सम्प्रसारणविधायकं सूत्रम्. अनेन किति ङिति प्रत्यये परे सम्प्रसारणं भवति. अस्मिन् सूत्रे ग्रहि ज्या वै व्यधि इति चत्वारः धातवः इक् प्रत्ययेन उक्ताः. वष्टि विचति वृश्यति पृच्छति भृज्यति इति एते पञ्चधातवः च ष्टिप् प्रत्ययेन उक्ताः. आहत्य नवधातवः. येषां च सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते. यत्र कित् ङित् प्रत्ययः परः भवति. किन्तु ये पञ्चधातवः ष्टिप् प्रत्ययेन उक्ताः इति ङिति प्रत्यये परे सति अपि यङ् लुकि तेषां सम्प्रसारणं न भवति. ये चत्वारः धातवः उक्ताः इक् प्रत्ययेन तेषां किति ङिति प्रत्यये परे यङ् लुकि यथा सामान्यं सम्प्रसारणं भवति. इदानीम् अवगच्छति वा? किञ्चित् विशिष्टधातवः सन्ति. चत्वारः धातवः भिन्नगणे अस्ति, पञ्चधातवः अपरे गणे अस्ति. अत्र इक् इति कृतवान्, तत्र क्ष्टिप् इति कृतवान्, तदवगच्छति खलु? वष्टि वष्टि इत्युक्ते वष्टि एव. विचति, वृच्छति, पृच्छति, भृज्जति, तत्सर्वं क्ष्टिप्. अन्यत् सर्वम् इक् इति. नवषु चत्वारः एकस्मिन् गणे, अपरः पञ्चधातवः अपरस्मिन् गणे अस्ति. तदवगच्छन्ति वा सर्वे? कस्मिन् सन्दर्भे इक् प्रति आगच्छति, कस्मिन् सन्दर्भे? ग्रहि, ग्रहि, ग्रह एव धातुः, ग्रहि इति अस्ति. इक् वश् विचति, विच् एव धातुः, विचति इति भवति. वृश्च इति धातुः, वृच्छति इति भवति. धातोः उल्लेखनं सूत्रे ग्रहधातोः ग्रहि इति कृतवान् तथा. अवगच्छन्ति खलु? इदानीम् इक् इक् योजयित्वा ग्रहि इत्यादिकं भवति. क्ष्टिप् योजयित्वा वष्टि, विचति, वृच्छति इत्यादिकं भवति. अवगच्छन्ति खलु भगिनि? सर्वे तत्र स्पष्टं वा भगिनि? कथम् इति पूर्णतया स्पष्टं न अभवत्, एकवारं वदति वा? किं कथं कित् प्रथमचत्वार विषयेषु आगच्छति, पुनः पञ्चधातवः कृते कथं? ग्रहि एव मूलधातुः अस्ति, ग्रहि इति अस्ति अस्ति खलु. अनन्तरं व्यधि इति अस्ति, व्यध् धातु, वै इति धातु, वै. ज्या विषये मम अपि प्रश्नः अस्ति, महोदयं पृच्छामः. ज्या इत्येव अस्ति अत्र, इक् इति न योजितं खलु. वश् ति, वश् ति इति अस्ति. विच् तत्तु तिङन्तं किल, तिङन्तं इक् इति स्थिप योजनेन तत्र धातुरूपं सूत्रे तस्य उल्लेखनं. वष्टि इति लौ लौ लौ नास्ति वा? वष्टि इति सामान्यं लटिरूपं नास्ति वा? सामान्यरूपं नास्ति, सूत्रस्य उल्लेखनार्थं क्ष्टिप् रूपम् अस्ति. अवगतम्? तस्य रूपं वक्ति वा? वश् इति वच् वच् धातु एव वक्ति भवति. वश् तत्तु वश् अस्ति. अस्तु अत्र एकं विषयमेव, बहु विस्तरेण सूत्रस्य अर्थस्य अवगमनम् इदानीं न अपेक्षते. केवलं तत्र इक् कथं कृतवान्, स्टिप् कथं कृतवान्, किमर्थं यङ् लुकि तस्य प्रसङ्गः भवति इति ज्ञातुमेव परिशीलयामः. अवगच्छति खलु? येषां च सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते, यत्र कित् ङित् प्रत्ययः भवति. परन्तु पञ्चधातवः स्टिप् प्रत्ययेन उक्ताः, किति ङिति प्रत्यये परे सत्यपि यङ् लुकि तेषां सम्प्रसारणं न भवति. यद्यपि कित् ङित् प्रत्यये परे सत्यपि एतेषां पञ्चधातूनां यङ् लुक् प्रसङ्गे तत्र सम्प्रसारणकार्यं न भवति इत्येव ज्ञातव्यम्. अतः एव तत्र न भवतु इति कारणेन तेषां क्षिप् योजयित्वा तत्र भिन्नरीत्या उल्लेखनं कृतवान् सूत्रे. एतद् इदानीं स्पष्टं वा? यदा यङ् लुक् न भवति तर्हि सामान्यतया किप्ङित् प्रत्ययः परे भवति चेत् सम्प्रसारणं विधीयते. परन्तु यत्र पञ्चधातव धातवेषु कृते किपिगिति प्रत्यये अस्ति चेत् तत्र यङ् लुकि विषये सम्प्रसारणं न भवति इत्येव खलु भगिनि? यदि यङ् लुक् अस्ति तत्र किति प्रत्यये परे सत्यपि यदि अत्र वृष्टि वष्टि विच्छति वृच्छति पृच्छति बृच्छति एतेषां धातूनां यङ् लुक् प्रसङ्गे सम्प्रसारणं न भवति. यद्यपि तत्र भवितुम् अर्हति, सूत्रे एवम् उक्तवान् इति क्षिप् योजनेन धातोः उल्लेखनम् अभवत् इति कारणेन सम्प्रसारणं न भवति. स्पष्टं वा? सर्वे अवगच्छन्ति वा? भगिनि, ङिति एव सूत्रे अस्ति, किति ङिति इति तत्र पूर्वतनसूत्रात् अनुवृत्तिः आगच्छति. अत्र तु केवलं भवन्तः यङ् लुक् नाम किं, तत्र किमर्थम् इक्स्टिप् तत्र भवति इति ज्ञातुम् इच्छन्ति इति कारणेन अत्र एतस्य सूत्रस्य विषये वदति महोदयः करपत्रे. परन्तु इदानीम् एतस्य सूत्रस्य विषये बहु इतोपि अधिकं चिन्तनं मास्तु, यतोहि दिवादिगणे यदा भवन्तः अग्रे दिवादिगणीयधातूनां विषये पठन्ति खलु, तदा तु एतस्य सूत्रस्य विषये अनुवृत्तिसहितसूत्रं तत्र यत् सर्वं तत्र कुतः अनुवृत्तिः आगच्छति सर्वं विस्तरेण पठन्ति. इदानीं दृष्टान्तम् इति कर्तुं सः एतस्य सूत्रस्य विषये वदति, किमर्थम् इक् स्टिप् किमर्थं तद् करोति पाणिनिः इति वक्तुम् अवगच्छन्ति? आं भगिनि, अत्र अनुवृत्तिः कुतः आगच्छति तद्विषये इदानीं चिन्तनं मास्तु, यतोहि विस्तरेण पठिष्यन्ति. भगिनी, अत्र सूत्रस्य संख्या दत्तम् अस्ति खलु, तृतीयपादे तृतीय अध्याये प्रथमपादे त्रयोदश सूत्रमिति सूत्रसङ्ख्या न सम्यक् नास्ति. षष्ठे अध्याये प्रथमपादे षोडशतमसूत्रमस्ति गृहीज्य पश्यतु. षष्ठे अध्याये प्रथमे पादे षोडशसूत्रं वै व्यधि दहिज्या वै व्यधि वष्टि तत्र पूर्वतनसूत्रं पश्यतु कितपि भवेत् षष्ठ अध्याये प्रथमे पादे षोडश सूत्रसङ्ख्या षोडश अत्र पूर्वसूत्रात् किति इति अपि अनुवृत्तिः भवति. पञ्चदश सूत्रे के वचि स्वपि यजादीनां किति इति अस्ति खलु, ततः किति अपि आगच्छति, ज्ञातृङित अपि अस्ति. आगच्छन्ति? आगच्छति. इदानीं पूर्णतया यङ् लुक् नाम किम्, इक् स्तिप् न इति किमर्थं स्पष्टं वा? तत्र पुनः प्रश्नः राजेन्द्रमहोदय, अत्र यङ् लुक् यङ् नाम किम् इति जानाति वा? न जानामि. इदानीं भवती उक्तवती यन् प्रत्ययः यत् आगच्छति सः यन् यङ् प्रत्ययः किं करोति? यन् प्रत्ययः आगच्छेत् तत्र यन् भवति कदा यदा कदा यन् लुक् अपि भवति लोपः अपि भवति तथा यन् लुक् लुक् ओ अस्तु यङ् इति कश्चन प्रत्ययः अस्ति सनादिप्रत्यये द्वादशप्रत्ययेषु अस्ति तस्य कार्यं धातुनिर्माणकार्यं तत् तस्य प्रत्ययस्य योगः अपि भवति कदाचित् लुक् अपि भवति लोपः लोपकार्यमेव यङ् लुक् इति वदामः तस्मिन् सन्दर्भे एव इक्ष्टिपौ इति विषये तत्र प्रयोजनार्थं पाणिनिः उपयोगं करोति इति अवगतं पूर्णतया इदानीं राजी भगिन्याः प्रश्नः आसीत् रञ्जेश्च इति सूत्रस्य विषये आं भगिनि कः प्रश्नः पुनः वदतु एकनिमिषं सूत्रमिति करपत्रमहम् अहं पश्यामि पृच्छति किमर्थं पृथक् सूत्रम् इति किमर्थम् इति प्रश्नः अस्ति खलु आम् सूत्रसङ्ख्या षष्ठे अध्याये चतुर्थे पादे अस्ति चतुर्थे पादे उद्घाटयति वा अष्टाध्याय्यां षष्ठे अध्याये चतुर्थे पादे पञ्चविंशति पुनः षष्ठ अष्टाध्याये चतुर्थे पादे पञ्चविंशतितमसूत्रमस्ति खलु रञ्जेश्च इति दंश सञ्ज स्वञ्जानां शपि इति अस्ति खलु आम् तस्य अनन्तरम् अस्ति सूत्रं रञ्जेश्च तत्र किमर्थं पृथक् सूत्रम् इति रचितवान् इति प्रश्नः वा भवत्याः महोदयः उक्तवान् अर्थं पृथक् कृतम् इति अनुवृत्तिनिमित्तम् आम् अहं पूर्णतया न अवगच्छामि भगिनि आम् अत्र अनुवृत्तिः अस्मिन् सूत्रे न आगच्छति परन्तु रञ्जेश्च इति सूत्रात् रञ्जिति धातुः अग्रिमसूत्रार्थं गच्छति अग्रिमसूत्रम् अस्ति पश्यतु घञि च भावकरणयोः इति एकं सूत्रम् अस्ति तत्र केवलं रञ्जधातुः एव गच्छति परन्तु भगिनि सूत्रात् एकपदमपि वयं स्वीकर्तुं शक्नुमः किल अनुवृत्त्यार्थं यदि दंशसञ्ज स्वञ्ज रञ्जेषां शपि इति भवति चेत् तस्मात् अपि वयं रञ्ज् इति स्वीकर्तुं शक्नुमः खलु न पृथक् पदम् अस्ति चेत् तत्र भवति परन्तु धातूनाम् एका आवली अस्ति दीर्घ आवली अस्ति चेत् कथं वा जानीमः ततः एकमेव धातुः अग्रे गच्छति इति दंश सञ्ज स्वञ्ज रञ्जाम् इति अस्ति चेत् शपि इति अग्रिमसूत्रं घञि च भावकरणयोः तर्हि दंशधातुः गच्छति वा अग्रिमसूत्रे सञ्ज धातुः गच्छति वा स्वञ्ज गच्छति वा रञ्ज गच्छति वा इति कथं जानीमः तत्र वक्तव्यं तर्हि लाघ्वार्थम् अत्र रञ्ज एव अग्रे गच्छति इति कृत्वा रञ्जे रञ्ज इति पृथक् कृतवान् अग्रिमसूत्रे घञि इति विषये तु केवलं रञ्ज एव गच्छति तदर्थम् अनुवृत्त्यर्थम् अस्तु अग्रिमे सूत्रेषु रञ्जधातोः अनुवृत्तिः भवति किन्तु दंश सञ्ज स्वञ्ज एतेषां न भवति अनुवृत्त्यर्थं पृथक् कृतम् अस्तु भगिनि नो चेत् चतुर्षु इदानीं शपि इति अस्ति तस्य अनुवृत्तिः वयम् अवगच्छामः परन्तु चतुर्षु धातुषु कस्य अनुवृत्तिः भवति इति यदि पृथक् न कृतं तर्हि कथं तस्य अवगमनं भवति अग्रे अनुवृत्ति रञ्जधातु एव अनुवृत्ति तस्य अनुवृत्तिः एव भवति अन्यधातूनाम् अनुवृत्तिः न भवति स्पष्टम् अवगच्छामि अस्तु हेमा भगिन्याः नलोपः इति दंश सञ्ज स्वञ्जां शपि सूत्रविषये प्रश्नः आसीत् खलु करपत्रम् अस्ति वा अस्ति भगिनि तत्र कीदृशप्रत्यय प्रश्नः अस्ति अत्र पूर्णमूलरूपं न दत्तवान् दंश् योगः शप् दश् इति भवति परन्तु महोदयः उक्तवान् तस्य मूलरूपं मूलरूपे नकारः आसीत् इति तर्हि तदनन्तरं नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य स्थाने अनुस्वारः आगच्छति इति तर्हि दंश् इति रूपं प्राप्य तदनन्तरं नलोपः भवति इति परन्तु यदा अनुस्वारः आगच्छति तत्र नकारः एव न तिष्ठति खलु तत् तदा वयं कथं नलोपः इति वक्तुं शक्नुमः तत्र दंश् दकारः नकारः शकारः एव अस्ति परन्तु यदि तस्य दंश् इति वदामः परन्तु मूलतया नकारः एव भवति परन्तु नकारस्थाने अनुस्वारः आगच्छति इदानीं इत्युक्ते अनुस्वारस्य एव लोपः भवति यद्यपि दंश् इति वदामः तथापि नकारः एव अस्ति तत्र मूलं तु नकारः एव तथैव नकारः शकारः अतः नकारस्य लोपः भवति अतः दश इति दशति इति अस्तु भगिनि यदि नकारस्य लोपः न भवति तदा अग्रे पदनिर्माणसमये नकारस्य अनुस्वारादेशः अनन्तरं अनुस्वारस्य यदि सञ्जीति विषये परसवर्णः सर्वं भवति उल्लेखनार्थं दंश सञ्ज इति वदामः परन्तु तत्र मूलतया सर्वत्र नकारः एव भवति तद् अनन्तरमेव तस्य पदनिर्माणसमये अनुस्वारस्य यै परसवर्णः एतत् सर्वं भवति नश्चापदान्तस्य जलि अनुस्वारस्य यै परसवर्णः सर्वम् अवगच्छति अनन्तरम् अनुनासिकस्य केवलं यद् यत् स्वरवर्णस्य उच्चारणम् अ इ इत्यादिकम् उक्त्वा अनन्तरम् औ इति भवति अन्ते यदि अनुनासिकस्वरः अस्ति पूर्णतया औ इति पूर्णतया स्वर उच्चारण आरम्भतः अन्तपर्यन्तं नासिकायुक्त उच्चारणं भवति भवत्याः प्रश्नः आसीत् अनुनासिकस्य अनुस्वारस्य उच्चारणे भेदः कः इति अनुनासिकः तु स्वरस्य शुद्ध अकारम् अ इति उक्त्वा औ इति अन्ते नासिकायाः उच्चारणम् अनुस्वारस्य विषये अनुनासिकस्वरः यत्र उपरि चन्द्रबिन्दुः भवति उपदेशे अजनुनासिक इति यत्र चन्द्रबिन्दुः भवति तत्र पठौ इति पूर्णतया औ इति आकारस्य उच्चारणस्य आरम्भतः अन्तपर्यन्तं नासिका उच्चारणं भवति अस्तु अन्येषां प्रश्नाः सन्ति वा अथवा वयं पुनः सर्वं परिशीलयामः वा परिशीलयामः भगिनि एकवारम् अस्तु सामान्यतः इगन्तधातूनां भ्वादिगणे कीदृशकार्याणि भवन्ति इति सुब्रह्मण्यमहोदय वदति वा आं भगिनि इगन्त भवान् एव एकम् उदाहरणं स्वीकरोतु यत् पुस्तके न करपत्रे नास्ति अस्तु भगिनि करपत्रे यत् उदाहरणं नास्ति इति अस्ति खलु भगिनि विस्तरेण यद् महोदयः न लिखितवान् तद् विहाय किमपि स्वीकरोतु इगन्तधातूना इगन्तधातूनाम् अत्र तु मम कृते इगन्तधातुः अस्ति जि अस्ति परन्तु महोदयेन नि भगिनि नि अस्ति नियोगः अत्र शप् अत्र प्रथमं तु सार्वधातुकार्धधातुकयोः इत्यनेन अत्र इकारस्य स्थाने एकारः आगच्छति गुणः भवति ने अनन्तरं षकारपकारयोः लोपः भवति लषक्वद्दे इत्यनेन षकारस्य लोपः हलन्त्यं तस्य लोपः इत्यनेन पकारस्य लोपः भवति आ एव अवशिष्यते ने योगः आ अत्र अत्र एचोय वायावः इत्यनेन एकारस्य स्थाने ऐ आगच्छति ऐ आदेशः अत्र अत्र आदेशः वा आदेशः भवति नै योगः आ नय इति अङ्गं निष्पन्नं भवति भगिनि अस्तु अतः सामान्यकार्य मुख्यकार्यद्वयं भवति सार्वधातुक इगन्तधातूना इक् इक् प्रत्याहारे तत्र इकार ईकार उकार ऊकार लकाराणां सार्वधातुकार्धधातुकयोः इति गुणकार्यम् एचो यवायवः इति सन्धिकार्यम् रामप्रिया भगिनी सृ धातुः किं कीदृशधातुः अस्ति कृ धातुः अपि हृ धातुः तदपि इगन्तधातुः अस्ति उत्तमं भगिनि तस्य रूपं शीघ्रं वदतु सोपानद्वये किं भवति इति हृ धातुः केवलं एचो यवायावः एव भवति हर् भवति एचो क्षम्यतां क्षम्यतां सार्वधातुक अर्धधातुक हर् भवति हर् योग हर् योगः अ हर इति अङ्गं निष्पन्नं भवति उत्तमं मीना भगिनी एजन्तधातूनां कीदृशकार्याणि भवन्ति एकम् उदाहरणं स्वीकृत्य वदतु धे इति धातुः अस्ति एचो यवा एचो यवायावः इत्यनेन यान्तवान्तसन्धिः भवति ये स्थाने अय ऐ आगच्छति ढे योगः ऐ सारी इड् योगः ऐ डै डै योगः या डय इति अङ्गं भवति न न किं कीदृ भवती ढे इत्येव दातुं स्वीकृतवती खलु आम् डे योगः आकारः अत्र एकारस्य आकारस्य योगे धय इति भवति गुणकार्यं न भवति अत्र डे इति एजन्तधातुः अस्ति डे योगः न तत्र तु भवती तत् विषयद्वयं स्वीकृत्य भ्रमः भवत्याः मनसि भ्रमः अस्ति डि भिन्नधातुः अस्ति धे भिन्नधातुः अस्ति भवती डि विषये वदति वा धे विषये वदति वा डि धातु स्वीकृत्य अत्र गुणकार्यम् अनन्तरं येचो यवायावः धे इति धातुः धे धय धे धै धय डि तु सोपानद्वयं डि डे डै डय धे धै धय एवमेव राजेन्दर् महोदय ध्यै इति धातुः अस्ति, तस्य किं भवति ध्यै? ध्यै ध्यै ध्यै ध्याने ध्याने जय योग शप गाय ग योग आय भवति गाय गायति गायति इवमेव ध्यायति ओ घै धै भवति ध्यै ध्यै ध्यान ध्यानं करोति धै योग शप धै योग अवशिष्यते यदा षकार पकार लोप अनन्तरम् अवशिष्यते धै ध योग एचयवायावः आय धाय धाय धायति ध्यायति ध्यायति ध्यै आकारयोगे ध्याय अति ध्यायति ध्यायति ध्यायति इत्युक्ते ध्यानं करोति. उभयपदी पदं वा भगिनि? ध्यायति एव इति अस्ति. किमर्थम् उभयपदी वा इति पृच्छति? ध्यायति इति कुत्र कुत्रचित् पठितवती इति. ध्यायते वा? तदर्थमहं केवलं परस्मैपदी वा नो चेत् आत्मनेपदी अपि अस्ति वा? अत्र तु परस्मैपदी इत्येव अस्ति, परिशीलयामि. भवती अपि पश्यतु कुत्र उल्लेखनम् अभवत् ध्यायते इति. भगिनी ध्यायन्ते अस्ति न खलु? आत्मनेपदी तु अस्ति. अस्ति वा? ध्यायन्ते कर्मणि प्रयोगे अस्ति वा कर्तरि अस्ति वा? पश्यतु इदानीं वयम् अन्य उदाहरणानि परिशीलयामः. भवती परिशील्य वदतु कर्तरि अस्ति वा कर्मणि अस्ति वा इति. तत्तु पुष्पादीक्षिता महोदयायाः धातुपाठे तु कर्म परस्मैपदीरूपमेव अस्ति. अस्तु अस्तु अहम् अपि परिशीलयामि कर्मणि अस्ति वा कर्तरि अस्ति वा. अस्तु अहमपि पश्यामि तदपि परिशीलयामः. अस्तु लघु इक् उपधा दातवः तेषां कार्याणि किं भवति इति राजी भगिनी वदति वा? आं भगिनि अहं वदामि. बुद्ध योगः शप् योगः ति बुद्ध उपारः उपधाया लघु इक् भवति, अतः तस्य गुण भवति. बुद् बोध भविष्यति. बोधयोगः शप् योगः अस्ति. शकारपकारयोः लोपानन्तरम् आ एव तिष्ठति. बोधयोगः बोध इति अङ्गं भवति. बोधयोगः ति बोधति इति निष्पन्नम्. अतः एकमेव सूत्रं कार्यं करोति अस्मिन् प्रसङ्गे मुख्यतया सुगन्धलघुपदस्य इति सूत्रमेव अत्र कार्यं करोति. अस्तु अतः इगन्तधातूनां सूत्रद्वयं किं वदतु? इगन्तधातूनां सार्वधातुक आर्धधातुकयोः सुगन्धलघु एजन्तानां केवलं इगु लघु इक् उपधा लघु इगुपदधातवः तेषां पुगन्तलघुपदस्य सर्वधातुक अर्धधातुकयोः सूत्रद्वयं कार्यं करोति इति अहं न भवत्याः भ्रमः अस्ति. केवलं लघु इक् यत्र भवति तत्र तु पुगन्तलघुपदस्य च इति एकमेव सूत्रम्. आं भगिनि सार्वधातुकधातुक अर्धधातुकयोः कदा कार्यं करोति? धातु धातोः अन्ते आवर्णः अस्ति चेत् इक् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् अन्तिमवर्णः प्रथमं स्वरः भवतु, तत्रापि इक् प्रत्याहारस्य कश्चन वर्णः भवति चेदेव सार्वधातुक अर्धधातुकयोः उपधा अन्तिमवर्णः यदि हल् अस्ति उपधायामेव स्वरवर्णः अस्ति तत्रापि लघु इक् वर्णः अस्ति तर्हि उपपदस्य च प्रथमं परिशीलनं धातुः अजन्तधातुः वा हलन्तधातुः वा इति. अजन्तानां सार्वधातुक अर्धधातुकयोः हलन्तानाम् उपधा यदि एक लघु इक् भवति पुगन्तलघुपदस्य च तत्र सूत्रभ्रमः मास्तु. अस्तु भगिनि. अस्तु विशेषधातवः तत्र इषुगमि यमां छः इति सूत्रेण कीदृशकार्याणि भवति इति रामप्रिया भगिनी वदति वा? आं भगिनि. इषु गम्यमां चः इति सूत्रेण प्रथमं चः आगच्छति गम् गम् इति मकारस्य स्थाने ग च गच्छ अन्धातु भवति चे च इति सूत्रेण ग इच् मध्ये तकारः इत् आगच्छति तत्र तकारस्य स्थाने चकार इच् वर्णः आगच्छति तत् तु तुक् आगमः इति तकारः यदागच्छति तदेव तुगागमः तुगागमः यदा चकारः भवति तत् कीदृशकार्यं भवति? श्रुत्वसन्धि श्रुत्वसन्धि उत्तमं. प्रथमं तुकागमः अनन्तरं श्रुत्वसन्धि. अस्तु उत्तमम्. अतः गम गच्छ भवति अनन्तरं गत च भवति अनन्तरं गच्छ भवति गच्छ. अस्तु उत्तमं. तथा एव यम अपि यम अपि यच् भवति यच्च भवति यच्च भवति यत् च यच्च यच्च. इषु धातुः अपि इच्छति इत्येव भवति. इषु धातुः अस्मिन् गणे नास्ति अतः अग्रे पठिष्यामः. तुदादिगणे अस्ति. अस्तु हेमा भगिनी पाघ्राध्मा तत्र तस्मिन् सूत्रे कीदृशकार्यं भवति? केवलं धात्वादेशः पास्थाने पिब घ्रास्थाने जिग्र सूत्रमेव वदति किं किं किं भवति इति. एकादश धातवः द्वादश आदेशाः सन्ति. एकादश क्षम्यताम् एकादश वा द्वादश वा? एकादश एव. अर्ति सर्ति षद सदा एकादश धातवः सन्ति एकादश आदेशाः सन्ति. कदा भवति आदेशाः? कदा भवति क्षितिपरे निमित्तमस्ति क्षितिपरे क्षितिपरे एव भवति. अतः कस्मिन् लकारे भवति? कस्मिन् लकारे? लट् सार्वधातुक लकारेषु लट् लोट् लङ् विधिलिङ्ग् लकारेषु सार्वधातुकलकारेषु एव पास्थाने पिब भवति तथा. तत्र लृट् लकारः सार्वधातुकलकारः वा? न अर्धधातुकलकारः. तत्र भवति पास्यति इत्येव भवति. अतः अत्र एव लट् लोट् लङ् विधिलिङ्ग् लकारे सार्वधातुकलकारे एव एतेषां धातूनाम् आदेशः भवति. तत्र सृ इति धातुः अस्ति. सृ धातुः सर्वदा धाव इति भवति वा धौ इति भूत्वा धावति? सृ धातौ रूपद्वयम् अस्ति. यदि रन्निङ्ग् इति अर्थम् आवश्यकं चेत् धौ इति आदेशः अस्ति. सृस्थाने धौ आगत्य पुनः एचोयवायावः कारणेन धाव् इति भवति, अनन्तरं धावति इति भवति. अन्यरूपमस्ति सृ धातोः केवलं गुणः भवति सार्वधातुक अर्धधातुकयोः इति सर् इति भवति, तर्हि रूपं सरति इति भवति. उत्तमम्. तत्तु केवलं गच्छति इत्यादि फ्लो इत्यर्थे भवति सरति इति, परन्तु वेगेन गच्छति इति अस्मिन् अर्थे तु धावति इति रूपं भवति. द्वयमपि द्वादिगणे एव अस्ति. अनन्तर अन्य एकविषयमस्ति, तत्र जुहोत्यादिगणे अपि सत्सर्ति इति रूपम् अस्ति. आम् अस्तु. भगिनि एकः भ्रमः अस्ति. अधुना मम भ्रमः दिनमस्ति. लकारः अस्ति आर्धधातुक सार्वधातुक इति अहं जानामि, किन्तु किं कथं सूत्रेण निर्णीयते किं आर्धधातुकलकारः किं सार्वधातुकलकारः इति अन्यः कोऽपि वक्तुं शक्नोति वा? यत्र तिङ् प्रत्ययः धातोः समीपे अस्ति तत्र विकरणप्रत्ययः आयाति, तत्र सार्वधातुक कथं विजानीमः किं लकारः सार्वधातुक किं न सार्वधातुक इति? सूत्रम् अहम् अपठम् एव, किन्तु स्पष्टं नास्ति. आम्, धातोः अनन्तरं विहितप्रत्ययः यदि सार्वधातुकः अस्ति तर्हि लकारः सार्वधातुकः भवति. तत्र प्रथमं तिंशित् सार्वधातुकम् इति सूत्रं जानाति खलु? अतः प्रत्ययः तिङ् वा षित् वा इति प्रथमं परिशीलयतु. अनन्तरं तत् सूत्रं कुत्र अस्ति? तिंशित् सार्वधातुकं तृतीये अध्याये अन्तिमभागं चतुर्थे पादे तिंशित् सार्वधातुकम् इति अस्ति, परिशीलयतु. आम्, अहं अग्रिमसूत्रमस्ति आर्धधातुकं शेषः. आम्, ओके. सर्वे प्राप्तवन्तः वा? तृतीये अध्याये चतुर्थे पादे त्रयोदशाधिकशततमे सूत्रे तिंशित् सार्वधातुकम् इति अस्ति. अनन्तरम् आर्धधातुकं शेषः. अनन्तरं लिच्च इति अस्ति. अनन्तरं लिङ् आशिषि इति. अतः लिट् लकारः कीदृशः? आर्धधातुकः. आशिषि आशीर्लिङ् लकारः आर्धधातुकः. आर्धधातुकः तत्र सूत्रे एव स्पष्टम् अस्ति. लिङ् लकार आशीर्लिङ् लकारः लिट् लकारः अस्तु आर्धधातुकलकारः इति स्पष्टं खलु? अनन्तरम् इदानीं दशलकाराः सन्ति. अस्तु भगिनि, अत्र तिंशत् सार्वधातुकं प्रत्ययविषये अस्ति वा लकारविषये अस्ति वा? प्रत्ययविषये एव. तत्र तु तिंशित् सार्वधातुकं तु प्रत्ययविषये अस्ति. आर्धधातुकं शेषः अपि प्रत्ययविषये अस्ति. अनन्तरं लिच्य यदि भवति तत्र लिट् लकारे यद् तिङ् प्रत्ययाः यद् भवन्ति ते आर्धधातुकप्रत्ययाः इति. तिङ् प्रत्ययाः अस्ति चेत् अस्ति, परन्तु आर्धधातुक अस्ति लिट्लकारस्य. यदि लिट् प्रसङ्गे तिङ् प्रत्ययाः भवन्ति तदा ते आर्धधातुकसंज्ञकाः भवन्ति इति. सूक्ष्ममस्ति भगिनी, अहं न जानामि. आशीर्लिङ्ग् लकारः अपि तथा. अतः लिट् लकारः आशीर्लिङ्ग् लकारस्य तु आर्धधातुक लकारः इति वदामः, परन्तु प्रत्ययः एव आर्धधातुकः भवति. अनन्तरम् इदानीं भवन्तः लृट् लकारं जानन्ति. पा अनन्तरं स्यति इति भवति, पास्यति. मध्ये स्य इति कश्चन प्रत्ययः आगच्छति खलु. धातोः अनन्तरं साक्षात् अनन्तरं स्य इति एव प्रत्ययः अस्ति. सः प्रत्ययः तिङ्गपि नास्ति शितपि नास्ति. अतः धातोः अनन्तरं साक्षात् आर्धधातुकप्रत्ययः अस्ति इति कारणेन आर्धधातुकलकारः भवति भविष्यत्काल लृट् लकारः. पुनः भगिनि, दशगणेषु यदि वयं श्नां श्नम् इति स्वीकुर्मः चेत् तत्रापि शित् अस्ति खलु. आम्, शित् अस्ति. अतः सार्वधातुकमेव वा? आम्, यत्र विकर्णप्रत्ययः आयाति तदा तत्र सार्वधातुकलकारः आगच्छति किल. आम् आम् आम्. तर्हि केवलम् अष्टमगणे यत्र उ आगच्छति तदेव आर्धधातुकं, नो चेत् नव गणाः अपि शप् अथवा शप् लुक् भवति. यदि शप् लुक् भवति द्वितीयगणे तथापि अग्रे तिङ् प्रत्ययः धातोः अनन्तरम् अस् अनन्तरं ति एव भवति खलु. अस्ति, साक्षात् दशगणः अपि धातुप्रत्ययः एव भवति. अनन्तरं तथा एव अन्येषु लकारेषु अपि मध्ये यः प्रत्ययः आगच्छति सः प्रत्ययः आर्धधातुकप्रत्ययः एव भवति. अतः एव ते आर्धधातुकलकाराः, यथा लृट् लकारः भवति. अवगच्छन्ति वा? यद्यपि तिङ्क्षित् अस्ति तदपि लिङ्ग् आशिषीलिङ्ग् लकारे तिङ् प्रत्ययः आर्धधातुकः. आम्, तत्र अनन्तरं तम अन्यकार्याणि भवन्ति, परन्तु आशीर्लिङ्ग् लकारे यदि तिङन्तरूपं साधयति तदा तु आर्धधातुकलकारः भवति. तत्र एव भेदं वयं कुर्मः. धातोः अनन्तरं विहितः प्रत्ययः यदि सार्वधातुकः अस्ति तर्हि सार्वधातुकलकाराः भवन्ति. लट् लट् लोट् लङ् विधि लिङ्ग् लकारेषु. अन्यत्र लिट् लकारे आशीर्लिङ्ग् लकारे साक्षात् उक्तम् अस्ति. लृट् अन्य लृङ् लुङ् इत्यादि लकारेषु तु मध्ये अन्यविकरणप्रत्ययाः आगच्छन्ति ये सार्वधातुकप्रत्ययाः न सन्ति, अतः आर्धधातुकलकाराः भवन्ति. अवगतम्? किञ्चित् अवगतम्. यदि अग्रे पठति तदा अन्यलकाराणां सिद्धिः यदि अग्रे पठति तदा इतोपि स्पष्टतया ज्ञायते. इदानीं स्थूलरूपेण यदि प्रत्ययः कीदृशः भवति, धातोः अनन्तरं विहितः यः प्रत्ययः आगच्छति तस्य तदुद्दिश्य लकाराणां भेदः भवति इति जानातु. अस्तु, वयम् अत्र दंश सञ्ज स्वञ्जां शपि इति सूत्रस्य विवरणं विद्याशङ्करमहोदय वदति वा? आम्, तत्र दंश संज्ञां शपि अत्र सूत्रस्य अर्थमस्ति दंश संज्ञां अङ्गस्य नकारस्य लोपः भवति यत्र शप् प्रत्ययः अस्ति. तत्र भवादिगणे शप् अस्ति, शप् अङ्गस्य तत्र अङ्गं दंश अस्ति, तत्र नकारस्य लोपः भूत्वा दश् इति भवति. अत्र प्रथमम् अनुस्वारः अस्ति दंश, अनुस्वारस्य स्थाने सवर्णः ययि सवर्णः इति आगच्छति, नकारः आगच्छति किल. तत्र यद्यपि अनुस्वारः अस्ति, अनुस्वारः अथवा ञकारः तत्सर्वं नकारः इत्येव चिन्तयन्तु. अस्तु, अग्रे यदि कार्याणि भवति तदा एव अनुस्वारः परसवर्णः सर्वं भवति, परन्तु तथापि नकारः इत्येव प्रथमं चिन्तयन्तु. लोपः भवति अत्र दंश, तत्र अनुस्वारः अनुस्वारम् अस्ति, तत्र अनुस्वारं गत्वा दश इति अङ्गं, दश इति अङ्गं प्राप्यते, दशति. तथा सञ्ज् तत्र ण्यकारस्य लोपः भवति, सज् इति सज इति अङ्गं भवति. तथापि स्वञ्ज् तत्रापि नकारस्य लोपः भूत्वा स्वज इति रूपं, स्वजते आत्मनेपदे रूपम् अस्ति. अतः यद्यपि दातुं दृष्ट्वा दंश संज इत्यादि नकारस्य प्रभेदाः अनुस्वारः अथवा अनुनासिकवर्णाः दृश्यन्ते, तथापि ते सर्वे अपि मूलतः नकारः एव इति जानन्तु. अस्तु, राजेन्दर् महोदय, रञ्ज् धातोः कीदृशकार्यं भवति? भगिनी न जानामि, रञ्ज् धातोः धंश संज तथैव गच्छति, परन्तु न जानामि. रञ्ज् धंश संज इत्यादि कथं कार्यं भवति तथा एव रञ्ज् अपि भवति. रञ्ज् रञ्ज् योग शप् नकार लोपः गच्छति, लोपः गच्छति, रज् योग रजति रजति. आम्, तावदेव. समानकार्यं, परन्तु सूत्रद्वयम् अस्ति. सूत्रद्वये अपि कार्यं कीदृशकार्यं? नकारस्य लोपः भवति. आम्, नकारस्य लोपः. एतावत् पर्यन्तम् इषुग मि अमां चः इत्यत्र चकारादेशः, चकारस्य आदेशः. पाघ्राध्मा सूत्रे पूर्णतया धातो धात्वादेशः भवति, एकादश धातूनां. दंश संज स्वंज सूत्रस्य अनन्तरं रञ्ज रञ्जश्च इति सूत्रे तु चत्वारः धातवः सन्ति, सर्वत्र नकारलोपः सर्वत्र कपि परे. रञ्ज पृथक्तया स्थापितः अस्ति. आम्, तदेव महोदयः प्रश्नः आसीत्, अहं पूर्वमपि उक्तवती तत्र रञ्ज् एव अग्रिमसूत्रे अनुवृत्तिरूपेण गच्छति, तदनन्तरं तदनन्तरं घञ् इति कश्चन सूत्रमस्ति, तत्र केवलं रञ्ज् एव गच्छति अनुवृत्तिरूपेण. यदि सर्वम् एकस्मिन् सूत्रे सः स्थापयति तर्हि रञ्ज अनुवृत्तिनिमित्तम् अग्रे गन्तुं न शक्नोति. तत्र महोदयः अपि लिखितवान् करपत्रे, पश्यतु इति लिखितवान्. रञ्जश्च दंशसञ्जस् स्वजां शपि इति सूत्रयोः कार्यं समानम्. तर्हि रञ्जश्च इति पृथक् सूत्रं कुतः? यतोहि अग्रिमेषु सूत्रेषु रञ्ज धातोः अनुवृत्तिः भवति, किन्तु दंश सञ्ज स्वञ्ज एतेषां न भवति, अनुवृत्त्यर्थं पृथक् कृतम्। स्पष्टम्? आम् आं भगिनि। अतः रञ्जेव अग्रे गच्छति, एतत् सर्वं एतस्मिन् कार्ये एव तिष्ठति इति कृत्वा घञ् इति किं कश्चन प्रत्ययः अस्ति, रञ्ज् उपयुज्य एव रागः इति पदं प्रायः श्रुतवन्तः। रञ्ज् तत्रापि ञकारस्य लोपः भवति, रज् भवति, अनन्तरं राज् राग् भवति, रागः। अत्र अग्रे घञ् प्रत्ययस्य योगे न केवलं शपि परे परन्तु घञ् परे अपि रञ्ज् धातुः तत्र नकारलोपः भविष्यति। तदर्थं पृथक्तया रञ्जविषये पृथक् सूत्रं रचितवान्। अस्तु अस्तु भगिनि, धन्यवादः। अस्तु, रधि झबि रधि झबो रचि इति सूत्रेण कीदृशकार्याणि भवन्ति इति राजी भगिनी वदति वा? आं भगिनि, जब् धातु नुम् आगमः भवति अजादिप्रत्यये परे, जबि धातु जबि इति मूलधातु भवति, अनुबन्धरहितधातुः जब् इति, जब् जब् रदिजब् रदिजबोरचि इति सूत्रेण जन्म जन्म इति आगच्छति, देन् नश्चा पदान्तस्य झरि इति सूत्रेण जम्ब् इति भवति, जम्ब् अनुस्वारस्य पै यै परसवर्णः इत्यनेन जम्ब् इति आगच्छति। मिलितो तु नुम् धातुः धातुः नुम् आगमः भवति। इदितो नुम् धातोः इति सूत्रेण नुमागमः भवति वा? नुम् सूत्रेण नुमागमः भवति, नुम् आगमः नुम् आगमः नुम् धातोः नदीजभोरचि रदिजभोरचि इति सूत्रेण एव नुमागमः भवति भगिनि। सामान्यतः इदितोः नुम् धातोः इति सूत्रेण नुमागमः भवति, परन्तु इदित् इत्युक्ते किम्? इत् कस्व इकारस्य इत् वर्णः यस्य भवति तत् इत् ह्रस्व यकारः इत्यस्य सः इदित् तद् इदित् अस्ति। अत्र तु जभि इति धातुः अस्ति, तत्र कीदृश इत् वर्णः अस्ति? इकार ईकारः दीर्घ ईकारः अस्ति, अतः अत्र इदितो नुम् धातोः इति सूत्रस्य प्रसक्तिरेव न भवति जभि विषये। अतः जभि धातुविषये तु रधि जभोरचि इति सूत्रेण एव भवति नुमागमः, परन्तु नुमागमः इति तत् नुम् धातोः इति इदितो नुम् धातोः इति सूत्रात् अनुवृत्तिः आगच्छति अस्मिन् सूत्रे। अत्र अनन्तरं कः वर्णः अग्रे भवेत् रधिजभो रचि सूत्रस्य कार्यार्थम्? नकारः नागच्छति, कः वर्णः कीदृशवर्णः अग्रे भवेत् अनन्तरम्? अकारः अचिपरे अचिपरे भवेत्। सूत्र अनुवृत्तिसहितसूत्रं यदि पश्यति, रधिजभोः धात्वोः अङ्गयोः अचि परे इदितो नुम् धातोः तु तत्र नियमः नास्ति, अचि परे एव आगच्छति इति. परन्तु अनुबन्धलोपानन्तरमेव स्वीकरणीयम्. अनुबन्धलोपानन्तरं शप् अकारः एव अवशिष्यते खलु. अतः अच् अच् अस्ति खलु अकारः, अतः एव भवति आगमः भवति. नो चेत् न. अतः अत्र इतोपि नियमः अस्ति, इदितोः नुम् धातोः तु यदि धातुः इदित् अस्ति तदा सर्वत्र नुम् आगमः भवति. अत्र रधिजबोः यदा नुमागमः भवति तदा अग्रे अचि अचिवर्णः अपि अनन्तरं भवेत्. तादृशनियमः अपि अस्ति. रधु धातुः दिवादिगणीयधातुः अस्ति, अग्रे पश्यामः. अत्र तु केवलं जब् धातुः भ्वादिगणे अस्ति. अस्तु, अनन्तरं कृप् किं भवति इति हेमा भगिनी वदति वा? कृप् इति कृपो रो लः इति सूत्रमस्ति भगिनि. तत्र कृपस्य रूपद्वयं भवति. कृपो रो लः कृपः पदस्य एव द्विवारं भवति रूपम्. अतः अनुवृत्तिसहितसूत्रमस्ति कृपः उः कृपः रः लः इति. कृ कृपः इति पदे उपधायां ऋकारः अस्ति, तर्हि एकत्र गुणं भवति कृ कर् इति भवति. तर्हि द्वितीयसूत्रस्य द्वितीयभागं स्वीकृत्य कृपः रः लः इति स्वीकृत्य रेफस्य स्थाने लकारादेशः भवति, तर्हि कर्प् कल्प् इति भवति. तदनन्तरं शपस्य योगेन कल्प इति अङ्गं प्राप्य कल्पते इति आत्मनेपदं भवति रूपम्. यदि सूत्रं न भवति कीदृशरूपं भवति? पुनः पृच्छतु भगिनि. यदि कृपो रोलः सूत्रं नास्ति तर्हि कीदृशरूपं भवति? तर्हि कर्पते. कर्पते इति रेपः एव भवति, परन्तु रेपस्य स्थाने लकारः भवति. अस्मिन् सूत्रस्य कार्येण यत् सामान्यतः कर्पते इति भवति तत्तु कल्पते इति भवति. आत्मनेपदी इति धातुः इति कारणेन कल्पते कल्पेते कल्पन्ते इति भवन्ति. अनन्तरं प्रथमभागमपि अस्ति कृपः उः इति. तत्र ऋकारान्तशब्दानां कृते यदा कर्तृ पितृ शब्दस्य षष्टिरूपान्तं भवति उकारः, तथैव अत्रापि कृपः उः इति रूपम् आगच्छति. तत्र गुणः न भवति, तर्हि एकस्थाने गुणः भवति अन्यत्र गुणः न भवति. यत्र गुणः न भवति तत्र ऋकारस्य सदृश सवर्णः लृकारः स्वीकृत्य ऋस्थाने लृ आगच्छति, तर्हि क्लृप् क्लृप् इति रूपं सिद्धम्. अस्तु, राजेन्द्रमहोदय अवगच्छति वा क्लृप् कृप् धातोः? आं भगिनि. अवगच्छति वा तत्र कार्यद्वयमपि अवगच्छति वा? स्पष्टं न भगिनि. कृप् इति अस्ति धातुः, तत् तस्य सामान्यतया कीदृशधातुः अस्ति कृप्? कीदृश उपधावर्णः अस्ति? ऋकारान्तधातु ऋकार उपधायां ऋतुपदधातुः ऋतुपदधातुः अस्ति, अतः सामान्यकार्यं सर्वत्र किं भवति? उपदायां ऋकारः अस्ति चेत् भवितुमर्हति, कर् एव भवति, कर्प इति भवति खलु, कृप् स्थाने कर्प इति भवति, तत् स्पष्टम्? पुगन्तलघुपदस्य च सूत्रेण कर्प भवति, परन्तु कृ कृपो रो लः इति सूत्रेण अत्र रेफस्य स्थाने लकारः भवति, अतः रेफस्य स्थाने लकारः इत्युक्ते कर्प स्थाने कल्प भवति, कल्प कल्प आत्मनेपदम् अतः कल्पते. तावत्पर्यन्तं स्पष्टम्? आम् भगिनि. परन्तु एतत् सर्वं तु यदि लटि कल्पते एव रूपं भवति, परन्तु अन्यत्र यत्र ऋकारः एव भवति, लिट् लकारे उदाहरणार्थं चकृप् इति भवति, चकृप् ए इति योजयामः, तत्र तत्र तु गुणकार्यं न भवति, अतः तत्र ऋकारस्य स्थाने रेफस्य स्थानेन ऋकारस्य स्थाने लकारः भवति, अतः ऋ स्थाने ल चक्लुपे इति भवति. इदानीं ऋकारस्य ऋकारः यत्र भवति तत्र लकारः भवति, रेफः यत्र भवति तत्र लकारः भवति, तावत् जानन्तु कृप् कृपो रो लः इति सूत्रस्य कार्यं. स्पष्टम्? आम् भगिनि. भगिनि एक सन्देहः, कृप् धातोः केवलं ऋकारः अस्ति, रेफः नास्ति, परन्तु ऋकारस्य अन्तर्भूतः भवति रेफः इति वा? ऋ इति तत्र उच्चारणे रेफः अपि श्रूयते, तदर्थं वा? तदर्थम्. इदानीं तु सार्वधातुकलकारे तु प्रथमकार्यमेव यदि अवगच्छन्ति इति पर्याप्तं, कल्पते एव भवति. आत्मनेपदी पदस्य एव किल भगिनि एतत्? एकः एव धातुः कृप् इति धातुः, तस्य एव एक एतादृश भवति. निति कथं च वर्णः आदौ आयाति? तत्र तु द्वित्वम् इति कश्चन कार्यं भवति लिट्लकारे, तत्र सर्वत्र लिट्लकाररूपाणि पश्यति, उवाच, बभूव, चकार, चिक्षेप इत्यादि रूपाणि भवन्ति, विलेख, कपाठ, इति वर्णद्वयं पूर्वम् एकं वर्ण योजयामः, तत् कथम् इति विस्तरेण अग्रे पठिष्यन्ति, परन्तु तादृशचकार इत्येव रूपं भवति कृ धातोः करोति इत्यस्य चकार, ओके, पठति इत्यस्य पपाठ, लिखति लिलेख, मुच् धातुः मुमोच, एवं क्षिप् धातुः चिक्षेप एवं भवति. अत्र कृप् धातुः चक्लुपे इति भवति आत्मनेपदी इति कारणेन, ए इति अन्तं भवति आत्मनेपदी. लिट्लकारं विषये अग्रे परिशीलयन्तु, परन्तु एतादृशरूपाणि भवन्ति लिट्लकारे. अनन्तरं शश्च भगिनि, एकः प्रश्नः अत्र, क्षम्यताम्, अत्र कृपः उः प्रथमम् अस्ति खलु तत् सम्यक् न अवगच्छामि अत्र अहं तत्र कार्यद्वयं कुर्मः खलु तत्र कृपः उः कृपः रः लः इति सूत्रम् अनुवृत्तिसहितसूत्रम् अस्ति खलु तत्र कृपः रः लः भागः तु प्रथमकार्यार्थं भवति तत् स्पष्टं कृपः कृप कृप् धातोः यः रेपः भवति सः लकारः भवति अनन्तरं कृपः उः इति अस्ति उः तु ऋकारस्य षष्ट्यन्तरूपम् मातृ इति प्रातिपदिकम् अस्ति तस्य ऋ इति अस्ति खलु मातृ तस्य षष्टिरूपं किं भवति मातुः पितृ पितुः कर्तृकर्तुः यत्र ऋ इति अस्ति उः इति भवति अत्र उः तु षष्ट्यन्तरूपं ऋकारस्य षष्ट्यन्तम् अतः कृपः यदि ऋकारः भवति ऋकारस्य स्थाने लकारः भवति इति वक्तुं कृपः उः इति एकः सूत्रस्य भागद्वयं कृत्वा अवगच्छामः एतत्तु किञ्चित् कठिनसूत्रमेव तत्र भागद्वयं कृत्वा तस्य अवगमनं भवति तत् किञ्चित् कठिनकार्यं बहु चिन्तनं मास्तु कार्यं कीदृशम् इति अवगच्छन्ति खलु कार्यं तु अवगच्छामि अत्र कृपः उः इति भागेन ऋकारस्य स्थाने लकारः तत्र एकस्वरवर्णस्य स्थाने अपरः स्वरवर्णः भवति कृपः रः लः इति इत्यत्र रेपस्य स्थाने लकारः व्यञ्जनस्य स्थाने व्यञ्जनं अवगतम् हरि ओम् स्पष्टं वा महोदय भगिनी ध्वनि नास्ति अत्र श्रूयते वा इदानीमेव इदानीं श्रूयते इदानीं ओ क्षम्यतां ऋकारः तु स्वरः श्रूयते वा आं भगिनि आं भगिनि ऋकारस्य स्थाने लकारः अपि स्वरः तत्तु कृपः उः इति भागेन भवति कृपः उः इत्युक्ते अत्र ऋकारस्य स्थाने लकारः इति लकारः इति स्वीकरणीयं ततः अनन्तरं कृपः रः लः इति अनेन रेपस्य स्थाने लकारः तत्र तु हल् वर्णस्य स्थाने हल् वर्णः स्पष्टं वा द्वयोः एकस्मिन् समये कार्यं न करोति खलु यत्र रेपः भवति तत्र ऋकारः न तिष्ठति ऋकारस्य स्थाने एव रेपः आगच्छति खलु यत्र उपधायाः गुणः भवति अत्र तु उपधा गुणः भवति चेत् ऋकारः न तिष्ठति रेपः आगच्छति आगच्छति तदा रेपः लकारः भवति यदि उपधायाः ऋकारः तत्र परिवर्तनं न भवति तदा ऋकारः लकारः भवति अस्तु भगिनि इदानीं सम्यक्तया तत्कारणात् अत्र लिटि तस्य उदाहरणमस्ति लिटि तु द्वितीय स्वरस्य आदेशः लिटि उदाहरणं हल व्यञ्जनस्य व्यञ्जनादेशः लटि उदाहरणम् अस्तु भगिनि अस्तु इदानीं समीचीनं धन्यवादः शश्च इति धातुः अस्ति सत्य तस्य कार्यं किं भवति इति रामप्रिया भगिनी वदतु आं भगिनि षष्ज इति तत्र धात्वादेः शः सः इति सूत्रं कार्यं करोति. धात्वादेः शः सः उपदेशे इति अनुवृत्तिसहितसूत्रं. शः स्थाने सः आगच्छति. उपदेशे अजनुनासिका इतपि तत्र कार्यं कृत्वा स्वच् इति भवति. उपदेश अवस्थायाम् इत्युक्ते वा धात्वादेः शः सः उपदेशे. उपदेशावस्थायां यः शकारः अस्ति सः शकारः सकारः भवति इति धातु. उपदेशे षज इति धातुः अस्ति तस्य शकारस्य स्थाने सकारः. अतः किं भवति षज इति भवति. अनन्तरं किं भवति स्तोष्टुनाष्टुः इत्यनेन श्रुत्वं भूत्वा षज् इति भवति. तत्र जलां जश् जशि इत्यनेन जष्ट्वं भवति. शकारस्य स्थाने जकारः सज्ज षज् इति भवति. षज् योग षब् सज्ज इति अङ्गं. षज् योगति अथवा ते सज्जति सज्जते उभयपदी रूपम्. उत्तमम्. अत्र तु प्रथमं धात्वादेशः सः इति शकारस्य सकारः, अनन्तरं श्चुत्वसन्धि, अनन्तरं जष्ट्वसन्धि. जष्ट्वसन्धि भवति किल भगिनि सज्ज इति रूपं भवति. तत्रापि सकारस्य अनन्तरं झकारः अस्ति. सकारस्य अनन्तरम् अकारः अस्ति. इति अस्य सकारः अकारः वर्णद्वयम्. अस्तु अस्तु किञ्चित् षज् इति रूपे शकारस्य अनन्तरं झकारः अस्ति. अतः साक्षात् अनन्तरं हल् द्वयं बहु मध्ये किमपि कोऽपि वर्णः नास्ति. अस्तु अस्तु. अत्र तु अकारः अस्ति अतः तत्र सकारस्य किमपि परिवर्तनं न भवति. सम्यक् सम्यक्. स्पष्टम्? एतावत् पर्यन्तमेव भवन्तः पठितवन्तः इति स्मरामि. तर्हि विरमामः प्रश्नाः न सन्ति चेत्. मम एकः प्रश्नः अस्ति भगिनि. जलां झषि इति सूत्रम् अहं न अवगच्छामि कथं कार्यं करोति इति. जल् इत्युक्ते वर्गीयव्यञ्जनेषु प्रथम द्वितीय तृतीय चतुर्थ वर्णाः, अनन्तरं षषसः. आम् तदनन्तरं यदि झष् प्रत्याहारस्य, झष् इत्युक्ते वर्गीयव्यञ्जनस्य तृतीय चतुर्थवर्णाः, अतः इत्युक्ते मृदुव्यञ्जन. अत्र उदाहरणं पश्यतु किं भवति. शकारः अस्ति स श ज आम् शकारः, अनन्तरम् अकारः, अनन्तरं शकारः, अनन्तरं जकारः अस्ति. शकारः झल् अस्ति यतोहि वर्गीयव्यञ्जनानां प्रथम चत्वारः गणः, अनन्तरं शशसः, अतः शकारः झल् अस्ति. जकारः झष् अस्ति, मृदुव्यञ्जनम् अस्ति, झषि अस्ति. अतः यदि शकारस्य अनन्तरम् इदानीं झल् वर्णस्य अनन्तरं झष् अस्ति चेत् झष् आदेशः भवति. झष् इत्युक्ते तृतीयवर्गीयव्यञ्जनं भवति. अतः तत्र शकारस्य तालव्यवर्णः इति कारणेन जपगडदश् इत्यत्र जकारः एव सवर्णः, अतः जकारादेशः. सवर्णस्य आदेशः एव भवति. पञ्च आदेशेषु पञ्चवर्णाः सन्ति जपगडदश् आम् तत्र कस्य कण्ठे मालां स्थापयति इति प्रश्नः भवति खलु पञ्चवराः सन्ति इति चिन्तयन्तु कस्य कण्ठे स्थापयति इत्यत्र सवर्णः शकारस्य सवर्णः जकारः शकारः तालव्यवर्णः तालव्यशकारः जकारः अपि तालव्यवर्णः अतः जकारः भवति अस्तु अस्तु भगिनि अस्तु विरमामः विरमामः अस्तु धन्यवादः धन्यवादः धन्यवादः धन्यवादः